दर्शनादर्शनवृत्त्योः स्वापस्य तुल्यत्र सुषुप्तग्रहणार्थं यत्र सुप्त इत्यादि विशेषणम्। अथवा त्रिष्वपि स्थानेषु तत्त्व अप्रतिबोधलक्षणः स्वाप अविशिष्टः इति पूर्वाभ्यां सुषुप्तं विभजते यत्र यस्मिन् स्थाने कालेव सुप्तः न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति। न हि सुषुप्ते पूर्वयोः इव अन्यथा ग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यते। तदेतत् सुषुप्तं स्थानमस्येति सुषुप्तस्थानः स्थानद्वयप्रविभक्तं मनःस्पन्दितं द्वैतजातं तथा रूप अपरित्यागेन अविवेकपन्नं नैषतमोग्रस्तमिव अहः सप्रपञ्चम् एकीभूतम् इत्युच्यते। अत एव स्वप्नजागरणमनस्पन्दनानि प्रज्ञानानि घनीभूतानि इव सेयमवस्था अविवेकरूपत्वात् प्रज्ञानघन उच्यते। यथा रात्रौ नैशेन तमसा अविभज्यमानं सर्वं घनमिव तद्वत् प्रज्ञानघन एव। ये शब्दात् न जात्यन्तरं प्रज्ञानव्यतिरेकेण अस्ति इत्यर्थः। मनसो विषय विषय आकारस्पन्दनायास दुःख अभावः आनन्दमयः आनन्दप्रायः न आनन्द एव अनात्यन्तिकत्व यथा लोके निरायासः स्थितः सुखी आनन्दभोग उच्यते। अत्यन्त अनायासरूपा हि इयं स्थितिः अनेन आत्मना अनुभूयते इति आनन्दभोग एषोऽस्य परम आनन्दः इति श्रुतेः। स्वप्नादिप्रतिबोधं चेतः प्रति द्वारीभूतत्व चेतोमुखः बोधलक्षणं वा चेतोद्वारं मुखमस्य स्वप्नादि आगमनं प्रति इति चेतोमुखः। भूतभविष्यज्ञातृत्वं सर्वविषयज्ञातृत्वम् अस्यैव इति प्राज्ञः। सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञा उच्यते अथवा प्रज्ञप्तिमात्रम् अस्यैव असाधारणं रूपमिति प्राज्ञः। इतरयोः विशिष्टमपि विज्ञानमस्ति इति सोऽयं प्राज्ञः तृतीयः पादः। एष सर्वेश्वर ये सर्वज्ञः येषोऽन्तर्यामि एष योनिः सर्वस्यर्भवाप्येव हि भूतानाम्। एषः हि स्वरूपावस्थः सर्वेश्वरः सादिदैविकस्य भेदजातस्य सर्वस्य ईश्वरः ईशितः नैतस्माज्जात्यन्तर्भूतो अन्येषामिव प्राणबन्धनं हि सौम्योनः इति श्रुतेः। अयमेव हि सर्वस्य सर्वभेदावस्तो ज्ञाता इति एषः सर्वज्ञः। अत एव एषः अन्तर्यम् अन्तरनुप्रविश्य सर्वेषां भूतानां यमेत नियन्तापि एष एव। अत एव यथोक्तं सभेदं जगत्प्रसूयते इति एषः योनिः सर्वस्य। यतः एवं प्रभवश्च अप्ययश्च प्रभवाप्ययौ हि भूतानां एषैव। अत्र इति श्लोका भवन्ति बहिःप्रज्ञो विभुर्विश्वो ह्यन्तप्रज्ञस्तु तैजसः घनप्रज्ञस्तथा प्राज्ञः एकैव त्रिधा स्थितः। अत्र एतस्मिन् यथोक्ते अर्थे एते श्लोकाः भवन्ति बहिःप्रज्ञः इति पर्यायेण त्रिस्थानत्वात् सोऽहमिति स्मृत्या प्रतिसन्धानाच्च स्थानत्रयव्यतिरिक्तत्वम् एकत्वं शुद्धत्वम् असङ्गत्वं च सिद्धम् इत्यभिप्रायः महामत्स्यादिदृष्टान्तश्रुते। दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तुतैसः आकाशे च हृदि प्राज्ञः त्रिधा देहे व्यवस्थितः। जागरितावस्थायामेव विश्वादीनां त्रयाणाम् अनुभवप्रदर्शनार्थं श्लोकः दक्षिणाक्षि। दक्षिणम् अक्षि एव मुखं तस्मिन् प्राधान्येन दृष्टा स्थूलानां विश्वः अनुभूयते। इन्धो हवैनामैष योऽयं दक्षिणेक्षन्पुरुषः इति श्रुते। इन्धो दीप्तिगुणः वैश्वानरः आदित्यान्तर्गतः वैराजः आत्मा चक्षुषि च द्रष्टा एकः। ननु अन्यो हिरण्यगर्भः क्षेत्रज्ञो दक्षिणे अक्षिणी अक्ष्ण्योः नियन्ता द्रष्टा च अन्यो देहस्वामी न स्वतः भेद अनभ्युपगमत् एको देवः सर्वभूतेषु गूढः इति श्रुतेः। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत अविभक्तं च भूतेषु विभक्तमिव च स्थितम् इति स्मृतिश्च सर्वेषु करणेषु अविशेषेष्वपि दक्षिणाक्षी उपलब्धिपाटवदर्शिना तत्र विशेषेण निर्देशो अस्य विश्वस्य दक्षिणाक्षिगतः दृष्ट्वा रूपं निमीलिताक्षः तदेव स्मरन् मनसि अन्तः स्वप्न इव तदेव वासनारूपाविव्यक्तं पश्यति यथा तत्र तथा स्वप्ने अतः मनसि अन्तस्तु तैजसोऽपि विश्व एव आकाशे च हृदि स्मरणाख्यव्यापार उपरमे प्राज्ञे एकीभूतो घनप्रज्ञः एव भवति मनोव्यापार अभवत् दर्शनस्मरणीय एव हि मनस्पन्दितं तदभावे हृदि एव अविशेषेण प्राणात्मनावस्था प्राणो हि वेतान् सर्वान् संवृङ्क्ते इति श्रुते तैजसः हिरण्यगर्भः मनस्तत्त्वात् लिङ्गं मनः मनोमयोऽयं पुरुषः इत्यादि श्रुतिभ्यः ननु व्याकृतः प्राणः सुषुप्ते तदात्मकानि करणानि भवन्ति कथम् अव्याकृततः नैष दोषः अव्याकृतस्य देशकालविशेष अभावः यद्यपि प्राणाभिमाने सति व्याकृतता एव प्राणस्य तदापि पिण्डपरिच्छिन्नविशेष अभिमाननिरोधः प्राणे भवति इति अव्याकृत एव प्राणः सुषुप्ते परिच्छिन्न अभिमानवत् यदा प्राणलये परिच्छिन्नाभिमानिनां प्राणो अव्याकृतः तदा प्राणाभिमानिनोऽपि अविशेषापत्तौ अव्याकृतता समान प्रसवबीजात्मकत्वं च तदध्यक्षश्च एको अव्याकृतावस्थः परिच्छिन्नाभिमानिनाम् अध्यक्षाणां च तेन एकत्वमिति पूर्वोक्तं विशेषणम् एकीभूतः प्रज्ञानगणः इत्यादि उत्पन्नं तस्मिन् एतस्मिन् उक्तहेतुसत्त्वाच्च कथं प्राणशब्दत्वम् अव्याकृतस्य प्राणबन्धनं सौम्य मनः इति श्रुते ननु तत्र सदैव सौम्य इति प्रकृतं सद्ब्रह्मप्राणशब्दवाच्यं नैष दोषः बीजात्मकत्व अभ्युपगमात् सतः यद्यपि सद्ब्रह्म प्राणशब्दवाच्यं तत्र तदापि जीवप्रसवबीजात्मकत्वम् अपरित्यज्य एव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च यदि हि निर्बीजरूपं विवक्षितं ब्रह्म भविष्यन् नेति नेति यतो वाचो निवर्तन्ते अन्यदेव तद्विदितादथो अविदितादधि इति अवक्ष्यत न सत्तन्नासदुच्यते इति स्मृते निर्बीजतया एव चेत् सतिप्रलीनानां सम्पन्नानां सुषुप्तिप्रलयोः पुनरुत्थानानुपत्तिः स्यात् मुक्तानां च पुनरुत्पत्तिप्रसङ्गः बीजाभाव अविशेषात् ज्ञानदाह्यबीज अभावे च ज्ञानानार्थक्यप्रसङ्गः तस्मात् सबीजत्व अभ्युपगमेनैव सतः प्राणत्वोपदेशः सर्वश्रुतिषु च कारणत्वोपदेशः अत एव अक्षरात् परतः परः सभाख्याभ्यन्तरो हेजः यतो वाचो निवर्तन्ते नेति नेति इत्यादिना बीजत्व अपनयनेन व्यपदेशः तामबीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसम्बन्धजागृतादिरहितां पारमार्थिकीं पृथग् वक्ष्यते बीजावस्थापि न किञ्चिदवेदिशम् इति उत्थितस्य प्रत्ययदर्शनात् देहे अनुभूयत एवेति त्रिधा देहे व्यवस्थितः इत्युच्यते विश्वो हि स्थूलभुं नित्यं तैजसः प्रवियुक्तभग् आनन्दभुक्तथा प्राज्ञः त्रिधा भोगं निबोधत स्थूलं तर्पयते विश्वं प्रविव्यक्तं तु तैजसम् आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत उक्तर्थं हि श्लोकः त्रिषुधांसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः वेदैतदुभयं यस्तु सपुञ्जानोऽलिप्यते त्रिषुधामसो जागृतादिषु स्थूलप्रवियुक्तानन्दाख्यं यद्भोज्यम् एकं त्रिधा भूतं यश्च विश्वतैस प्राज्ञाख्यो भोक्ता एकः सोऽहमिति एकत्वेन प्रसिन्दन द्रष्टृत्वविशेषाच्च प्रकीर्तितः यो वेद एतदुभयं भोज्यभोक्तृतया अनेकदा भिन्नं सः भुञ्जानः न लिप्यते भोज्यस्य सर्वस्य एकभोक्तृभोज्यत्व न हि यस्य यो विषयः स तेन हीयते वर्धते एव नहि अग्निः स्वविषयं दग्ध्वा काष्ठादिः तद्वत् प्रभवः सर्वभावानां सतामिति विनिश्चयः सर्वं जनयति प्राणः चेतोऽंशोऽन्पुरुषः पृथक् सतां विद्यमानानां स्वेन अविद्याकृतनामरूपमायास्वरूपेण सर्वभावानां विश्वतैसप्राज्ञभेदानां प्रभवः उत्पत्तिः वक्ष्यति च वन्ध्यापुत्रो न सत्त्वेन माया वापि जायते इति यदि हि असतामेव जन्मस्य ब्रह्मणो अव्यवहार्यस्य ग्रहणद्वारा अभावात् असत्त्वप्रसङ्गः दृष्टञ्च रज्जुसर्पादीनाम् अविद्याकृतमायाबीजोत्पन्नानां रज्ज्वाद्यात्मना सत्त्वं न हि निरास्पदरज्जुसर्पमृगतृष्णिकादयः क्वचिदुपलभ्यन्ते केनचित् यथा रज्ज्वां प्राक् सर्पोत्पत्तेः रज्ज्वात्मना सर्पः सन्नेव आसीत् एवं सर्वभावानाम् उत्पत्तेः प्राक् प्राणबीजात्मना एव सत्त्वमिति श्रुतिरपि वक्ति ब्रह्मैवेदम् आत्मैवेदमग्र आसीत् इति अतः सर्वं जनयति प्राणः चेतोंशुन् अंशव इव रवेः चिदात्मकस्य पुरुषस्य चेतोरूपजलार्कसमः प्राज्ञतैसविश्वभेदेन देवमनुष्यतिर्यगादिदेहभेदेषु विभाविमानाः चेतोंशवो ये तान् पुरुषः पृथक् सृजति विषयभावविलक्षणान् अग्निविस्फुलिङ्गवतो सलक्षणान् जलार्कवच्च जीवलक्षणास्तु इतरान् सर्वभावान् प्राणो बीजात्मजनयति यथोर्णनाभिः यथाग्निः क्षुद्राविस्फुलिङ्गः इत्यादि श्रुतेः विभूतिं प्रसवं त्वन्यी मन्यन्ते सृष्टिचिन्तकाः स्वप्नमायासरूपेति सृष्टिः अन्यैः कल्पिता